ॐ सरस्वती महाबाके विद्ये कमललोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तुते। येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। हरिः ॐ श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। अस्मिन् पाणिनिव्याकरणवर्गे सर्वे स्वागतम्। अस्माकं प्रवर्तमानविषयः अस्ति तत्र लकाराणां सिद्धिः अपि च तिङ्सिद्धिः। पूर्वस्मिन् वर्गे वयं दृष्टवन्तः तत्र यदा तत्र ये दशलकाराः सन्ति प्रथमसोपाने सर्वत्र यदा तत्र पदनिर्माणं भवति पदनिर्माण प्रक्रिया आरभ्यते प्रथमसोपाने तत्र इत्संज्ञकवर्णान् निष्कासनं करणीयं। सः प्रत्यय भवेत् वा धातु भवेत् वा आदेशः अस्ति वा आगमः अस्ति वा प्रथमसोपाने अस्माभिः तत्र इत्संज्ञकवर्णानां निष्कासनं करणीयम्। अतः वयं दृष्टवन्तः तत्र इत्संज्ञकप्रकरणं सरलमस्ति परन्तु तत्र सूत्र तत्र सप्तसूत्राणि सन्ति। उपदेशजनुनासिक इत्थन् हलन्त्यम् इति सूत्रम् अस्ति। हलन्त्यं सूत्रस्य निषेधकसूत्रम् अस्ति न विभक्तौ तुस्माः। परं तत्र आदिर्नीटुडुवः शः प्रत्ययस्य चुटु अपि च लशक्व तदिते सुशः प्रत्ययस्य चुटु लशक्व तदिते तत्र प्रत्ययस्य इति पदं साक्षात् दत्तम्। अतः एतानि त्रीणि सूत्राणि केवलं प्रत्ययेषु तत्र तेषां प्रसक्तिः अस्ति। नेट्वर्क् कथमस्ति? श्रूयते वा? किञ्चित् कर्तनं मध्ये मध्ये एक अक्षरकर्तनं भवति परन्तु श्रूयते परन्तु आक्चुलि सिन्स् टु डेस् देर् इस् सम् रेन्स् एण्ड् ऐ विल् शिफ्ट् टु मोबैल् एक एक अक्षर एव न श्रूयते वि केन् अण्डर्स्टाण्ड् दट् लेटर् वि केन् अस्तु भगिनि सो यद्यपि अत्र प्रत्ययस्य इति पदम् अस्ति अतः तेन वयम् अवगन्तुं शक्यते एतानि अन्तिम त्रीणि सूत्राणि केवलं प्रत्ययेषु एव तेषां प्रसक्तिः अस्ति। परन्तु वयं दृष्टवन्तः यः हलन्त्यम् इति यः सूत्रम् अस्ति सः प्रत्येकस्य आदेशस्य उपरि कार्यं करोति। इत्युक्ते यस्य कस्य आदेशस्य अन्तिमवर्णः हल् वर्णः अस्ति चेत् तस्य इत्संज्ञा तस्य वर्णस्य इत् इति नामकरणं भवति। परन्तु यः निषेधक अस्ति निषेधक यः सूत्रम् अस्ति सः केवलं विभक्तिप्रत्ययेषु एव निषेधः अस्ति। अतः यः तृतीयसूत्रम् अस्ति न विभक्तौ तु स्माः तत्र निषेधः केवलं विभक्तिप्रत्ययेषु एव भवति। सो तत्रापि प्रत्ययेषु एव तस्य कार्यमस्ति न विभक्तौ तु स्माः इति सूत्रस्य। अतः यत्र विभक्तिप्रत्ययेषु तुस्मा अन्तिम तुस्मा हल् रूपेण अस्ति चेत् तस्य इत् न करणीयं तस्य इत् न भवति निषेधः अस्ति तस्य इत्संज्ञा न भवति। अनन्तरं वयं जानीमः यस्य व्याकरणे इत् भवति इति नामकरणम् इति नामकरणस्य एकमेव प्रयोजनम् अस्ति तस्य लोपः भवति। सो यस्य कस्य वर्णस्य इति नामकरणं तस्य अन्ततो गत्वा लोपः भवति। लोपः इति साधारण लोपविधायकसूत्रमस्ति अदर्शनं लोपः। परन्तु तत्र विशिष्टलोप संज्ञा अपि अस्ति लुप् लुप् लुप् इति अपि लोपसंज्ञा अस्ति तत्र सम्पूर्णतया लोपः भवति। परन्तु अत्र यः लोपः भवति अत्र यः लोपः उक्तमस्ति तस्य लोपः इति सूत्रे तत्र यस्य वर्णस्य इत् तस्य एव लोपः न तु सर्वस्य लोपः। सो यस्य वर्णस्य यस्मिन् आदेशे कस्यचित् वर्णस्य इत् संज्ञा भवति इति नामकरणं भवति तस्य एव लोपः भवति। अतः अत्र साक्षात् तस्य लोपः इति भवति। कस्य लोपः इत् यस्य इत् तस्य एव लोपः। सो तस्य इतः लोपः इति तत्र सूत्रम् अस्ति। अनन्तरं वयं जानीमः तत्र ये दशलकाराः सन्ति महर्षिणा लकाराः तादृशनिर्मितम् इत्युक्ते एतादृशः नामकरणं तु पाणिनि पूर्वे एव आसीत् लट् लोट् लङ् परन्तु पाणिनि केवलं तत्र इत्संज्ञा इति दत्तम् सो पाणिनिना लाघवार्थं तत्र दशनां लकाराणां कृते तादृशस्थित् तादृशवर्णाः तत्र सन्ति येषां यदा तत्र इति नाम इति भवति लोपानन्तरं तत्र केवलं दशसु लकारेषु ल एव अवशिष्यते ल अवशिष्यते चेत् एकेन सूत्रेण एव दश लकाराणां तत्र कार्यसिद्धिः भवति इत्युक्ते लस्य इत्यनेन यस्य कस्य यस्यापि तत्र लस्य इत्युक्ते लकारस्य लट् लकारस्य लकारः लङ् लकारस्य लकारः लिङ् लकारस्य लकारः सो लाघवार्थम् इति तत्र लस्य एकेन सूत्रेण एव तत्र लस्य इति अधिकारसूत्रं स्थापित्वा तत्र अस्य लकारस्य स्थाने तत्र तिप्तस्जि इति आदेशः तत्र कृतवान् महर्षि सो लस्य स्थाने तत्र अष्टादश तिङ्प्रत्ययानां तत्र सिद्धिः भवति लस्य इति यः अधिकारसूत्रम् अस्ति अत्र लिखितं 3478 आरभ्य 1112 पर्यन्तं सो अत्र लस्य स्थाने न केवलं तिवादयस्य इत्युक्ते मूलरूपेण लादेशः वदामः चेत् लस्य स्थाने तत्र एते अष्टादश तिङ्प्रत्ययानाम् एव आदेशः अस्ति परन्तु अस्मिन् प्रकरणे अन्यप्रत्ययाः अपि सन्ति यथा मया तत्र उक्तम् एकं सूत्रम् अस्ति लटः शत्रुशानचु सो तत्र यद्यपि तत्र लस्य न उक्तं तत्र लटः साक्षात् उक्तं सो तत्र कः कीदृशलकारः लट् लकारस्य तत्र लटः किमर्थं चेत् प्रत्येकस्य लकारस्य स्थाने शत्रुशानच् इति आदेशः न कृतं लटः स्थाने एव शत्रुशानच् कृतम् अतः तत्र तत्रापि लस्य इत्युक्ते लटः लस्य शत्रुशानचौ प्रत्ययः परश्च अपि च धातोः इति तत्र अधिकारः वर्तते सो न केवलं तत्र धातोः प्रत्ययः परश्च इत्यपि इत्यस्य अधिकारः तत्र लस्य इत्यादि इत्यपि अधिकारः अस्ति सो कीदृशलस्य तत्र लटः अपि षष्ठ्यन्तम् अस्ति सो कीदृशलटः लस्य तत्र लटः लस्य इति तत्र भवति सो तादृशलकारः यः लट् लकारस्य विशेषणम् अस्ति तत्र तस्मिन् सूत्रे अतः अत्र अन्यानि सूत्राणि अपि सन्ति यत्र लादेशः भवति इत्युक्ते लाधिकारः अस्ति लाधिकारः इत्युक्ते लस्य इति सूत्रेण यत्र यत्र अधिकारः अस्ति एतस्य सूत्रस्य अधिकारः अस्ति तत्र विधिसूत्रे अवश्य अधिकारसूत्रस्य अनुवृत्तिः करणीयं तत्र लकारस्य स्थाने एव तादृशप्रत्ययस्य आदेशः भवति सो मुख्यतया तत्र लस्य स्थाने तत्र तिवादयस्य आदेशः सो तिप्तजि इति अष्टादश तिप्रत्ययः तिङ्प्रत्ययः अपि च अत्र वयं जानीमः ये अष्टादश ये तिङ्प्रत्ययाः सन्ति नवप्रत्ययाः परस्वेपदी प्रथमनवप्रत्ययाः परस्वेपदी अन्तिमनवप्रत्ययाः आत्मनेपदी परन्तु तत्र सूत्रमेव प्रमाणमस्ति अतः कथं केन सूत्रेण जानीमः तत्र प्रथमनवप्रत्ययाः परस्मैपदी तेषां कृते परस्मैपदी इति संज्ञा ये अन्तिमत आरभ्य महिङ्पर्यन्तं ये नवप्रत्ययाः तेषां कृते आत्मनेपदी इति संज्ञा अस्ति सो परस्मैपदी आत्मनेपदी इति संज्ञा विशिष्टसंज्ञा व्याकरणे प्रत्ययानां कृते कीदृशप्रत्ययानां कृते तिङ्प्रत्ययानां कृते तिङ्प्रत्याहारे ति आरभ्य महिङ्पर्यन्तं ये अष्टादश प्रत्ययाः उक्ताः तेषां कृते एव परस्मैपदी आत्मनेपदी इति व्याकरणे संज्ञा अस्ति अतः तत्र विषये पठामः केन सूत्रेण तत्र वयं ज्ञातुं शक्यते प्रथमनवप्रत्ययः परस्मैपदी प्रत्ययः अन्तिम नव आत्मनेपदी एतत् सूत्रं पठितवन्तः वा तिप्तजि सिप्तस्थ अहं चिन्तयामि पठितम् पाराग्राफ् वित् इट् महोदय कुतः पठनीयं पठनीयं भगिनि आरम्भे एते सर्वे अष्टादश फ्रम् इदं पूर्णप्रकरणम् अस्तु अस्तु भवती एव पठतु अत्र इदं पूर्णप्रकरणं लस्य इति सूत्रस्य अधिकारे अतः लाधिकारः इत्युच्यते कार्यम् अस्ति ल स्थाने आदेशः अतः कार्यं लादेशः इत्युच्यते अत्र तिप्तस्जि सिप्तस्थ सर्वे अष्टादश प्रत्ययाः ल स्थाने आदेशः अस्ति अतः ल अधिकारः इति उच्यते वयं तत्र पूर्वे पठितवन्तः अत्र यः लस्य इति पदमस्ति न भगिनि सो अत्र अकारः स्वीकृतमस्ति अकारान्त् प्रातिपदिकं स्वीकृतम् अस्ति यद्यपि मूले सः ल एव अस्ति हलन्त ल अस्ति सो परन्तु महर्षिणा अत्र सूत्रे अकारः स्वीकृतमस्ति अकारान्त् प्रातिपदिकं स्वीकृतमस्ति अतः अत्र किं भवति ल प्लस् अधिकारः लाधिकारः तत्र सङ्गी कुत्र लाधिकारः तथैव ल प्लस् आदेशाः लादेशाः लादेशः किमर्थं चेत् एतत् यः अधिकारसूत्रम् अस्ति लस्य यद्यपि तत्र केवलं ल एव अस्ति प्रातिपदिकं परन्तु अत्र अकारः अपि स्वीकृतम् अस्ति यथा मया उक्तं तत्र सूत्राणि छन्दोबन्ध सन्ति अतः मे बि छन्दस् कृते तादृश तत्र स्वीकृतं महर्षिणा सो अत्र लस्य इति यः अकारः अकारान्त् प्रातिपदिकं श्रूयते सः महर्षिणा तत्र छन्दस् कृते एव स्वीकृतम् अस्ति अतः लाधिकारः लादेशः इति तत्र अधिकारसूत्रमस्ति अतः लाधिकारः अत्र लस्य इत्यनेन षष्ट्यन्तम् अस्ति अस्य स्थाने भवति लकारस्य स्थाने तत्र केचन आदेशाः सन्ति अतः लादेशाः इत्यपि उच्यते अथवा लाधिकारः अपि उच्यते किमर्थं चेत् एतत् अधिकारसूत्रमस्ति तद् विशिष्टपदमस्ति अस्य पदस्य अनुवृत्तिः अग्रिमेषु बहुषु सूत्रेषु भवति अतः लाधिकारः नो चेत् लादेशः अग्रे अपि पठतु भगिनि आरम्भे एते सर्वे अष्टादश तिङ् परस्मैपदप्रत्ययाः भवन्ति लः परस्मैपदं 1499 इत्यनेन तदा तङानावात्मनेपदं 14100 इत्यनेन तङ् त इत्यस्मात् आरभ्य महिङ् पर्यन्तम् आत्मनेपदप्रत्ययाः लः परस्मैपदं लः षष्ट्यन्तम् अस्ति अत्र अकारः न स्वीकृतम् अत्र अत्र ल एव स्वीकृतम् अस्मिन् सूत्रे अकारः न स्वीकृतम् अत्र केवलं ल एव स्वीकृतम् ल पद पदस्य पदन प्रातिपदिकमस्ति तस्य षष्टि विभक्ति लः अस्ति षष्ट्यः स्थाने भवति अत्र अस्ति स्थाने भवति अपि च तत्र सो लः स्थाने ये प्रत्ययाः एक्चुलि अत्र स्थाने अस्ति अतः वयं जानीमः लकारस्य कृते परस्मैपदं संज्ञा नास्ति स्थाने अस्ति अतः लः स्थाने किम् अस्ति यत्किमपि प्रत्ययस्य आदेशः अस्ति लः स्थाने यत्किमपि आदेशः अस्ति तेषां कृते परस्मैपदसंज्ञा इति प्रथमं सूत्रम् अस्ति. सो लः स्थाने कः आदेशः? ये सर्वे अष्टादश प्रत्ययाः. अतः परस्मैपदम् इति संज्ञा केषां कृते? तिप्तश्चि सिप्तस्थ इति महीपर्यन्तम् इति सूत्रेण अवगच्छामः. Isn't it? One second, bhagini. One second. वदतु. तदनन्तरं साक्षात् अग्रिमसूत्रं वदति तङानाम् आत्मनेपदम् इति. तङाना आत्मनेपदी पदम् इति अत्र वदति त आरभ्य न पर्यन्तम् आत्मनेपदम् इति. सो अत्र लः न उक्तम्, अत्र उक्तं साक्षात् प्रत्ययानम् उल्लेखः अस्ति. त आरभ्य न पर्यन्तं तङ् अपि प्रत्याहारः आदिरन्त्येन सहितः. सो तङ् न केवलं तङ् प्रत्ययानाम् आत्मनेपदम् इति संज्ञा, परन्तु आण् इति यः अस्ति. सो तत्र शान् शानच् अपि च कानच् एते प्रत्ययद्वया, तत्र आन् एव अवशिष्यते, तेषां कृते अपि आत्मनेपदीसंज्ञा अस्ति. सो अत्र तङ्गाणाम् अग्रे अस्ति एतस्य सूत्रस्य उल्लेखः. सो न केवलं तङ् प्रत्ययानां कृते तिङ्क्षु ये तङ् प्रत्ययाः तेषां कृते आत्मनेपदीसंज्ञा, परन्तु अत्र केचन अन्यप्रत्ययाः अपि उक्ताः आन् इति प्रत्ययः. सो इति सूत्रे पश्यामः के के प्रत्ययाः अत्र उक्ताः. सो साक्षात् अग्रे वदति, प्रथमे वदति सर्वेषाम् अष्टादश प्रत्ययानां कृते परस्वैपद इति संज्ञा. अनन्तरं वदति, साक्षात् अनन्तरं वदति तङ् अपि च आन् एतेषां कृते आत्मनेपद इति संज्ञा अस्ति. सो कथं निर्णयं कर्तुं शक्यते इति अग्रे पश्यामः. सो इत्युक्ते एतत् सूत्रद्वयस्य आधारेण तत्र फलितार्थः कः इति अत्र लिखितम्. अत्र पठतु भगि, अत्र परस्मैपदी धातूनाम् अत्र नौ ईचूर्यन् यावः अस्ति वा तङ्गा नाव आत्मनि. अत्र आन् आन् प्रत्ययः अपि अस्ति. आम् आं भगिनि, अत्र द्विवचने अस्ति. सो आन् तङ् इति एकम् अस्ति, आन् इति द्वितीयम् अस्ति. भवति चेत् अतः तत्र एचोयवायावः इत्यनेन कार्यम् अस्ति. सो केवलम् अत्र तङ् उक्तम् अपि च आन् उक्तम्. सो आनौ इति किमर्थं चेत् आन् इति प्रत्ययद्वयम्, अतः आनौ इति भवति. परस्मैपदीधातूनां मूलतिङ्प्रत्ययाः तिप्तश्चि सिप्तस्थ मित्वस्मत् आत्मनेपदीधातूनां मूलतिङ्प्रत्ययाः त आतां झ थास् आथां ध्वम् इट् वहि महि. तिप् आरभ्य मस्त् पर्यन्तं परस्मैपदी प्रत्ययाः सन्ति, अपि च त आरभ्य महिं पर्यन्तं आत्मनेपदी अस्ति. संज्ञा अस्ति परस्मैपदम् आत्मनेपदम् इति संज्ञा. परस्मैपद् अपि च आत्मनेपद् इति अकारान्त् नपुंसकलिङ्ग् प्रातिपदिकम् अस्ति, अतः एकवचने तत्र किं भवति, परस्मैपदम्, आत्मनेपदम्। सो परस्मैपद् इति संज्ञा प्रत्यस्य, अत्र किं लिखितं, परस्मैपदि धातूनां। सो परस्मैपदि इति यः पदम् अस्ति अत्र इनि प्रत्ययः अस्ति, तदित् प्रत्ययः अस्ति अत्र, प्रातिपदिकम् अस्ति, अतः परस्मैपद् इति आकारान् प्रातिपदिकम् अस्ति, अस्य प्रातिपदिकस्य अनन्तरम् इनि तदित् प्रत्ययः योजयामः चेत् तत्र परस्मैपदी इति भवति, यः परस्मैपदी इति ह्रस्व इकारान्त् इति भवति। सो तत्र यथा तत्र समस्तपदे विग्रहवाक्यं भवति, तथैव तदित् प्रत्ययेषु अपि यदा तत्र तदितान्त् कोऽपि प्रातिपदिकम् अस्ति तस्यापि विग्रहवाक्यं तत्र अस्ति। सो इनि प्रत्ययस्य अत्र यः परस्मैपदि इति यः तदितान्त् पदम् अस्ति तस्य विग्रहवाक्यं कथं भवति, परस्मैपदपदम् अस्य अस्ति। सो यदा वयं यूजुवलि जनरली वाट् वी से, धातु परस्मैपदि, देट् इस् वाट् वी से, धातु आत्मनेपदि। सो तत्र बेसिकलि तत्र धातु परस्मैपदम् इति संज्ञा प्राप्नोति इति नास्ति, तत्र इनि इति तदित् प्रत्ययः अस्ति। सो यदा वयं वदामः धातु परस्मैपदि, तस्य कः अर्थः भवति, अस्य धातोः कृते परस्मैपद अस्य परस्मैपद प्रत्ययः, परस्मैपद अस्य अस्ति। सो परस्मैपद इत्युक्ते परस्मैपद प्रत्ययः, सो अस्य कृते परस्मैपद प्रत्ययः विहिताः भवन्ति। सो परस्मैपदी इति तत्र धातूनां कृते परस्मैपदी इति संज्ञा नास्ति। सो वेन् वी से परस्मै धातु परस्मैपदी, देट् मीन्स् परस्मैपदम् अस्य अस्ति इति तस्य विग्रहवाक्यं भवति। सो परस्मैपदम् इत्युक्ते किं, प्रत्ययः। सो अस्य किं भवति, अस्य परस्मैपदप्रत्ययाः भवन्ति इति तस्य अर्थः भवति। सो अत्र लिखितं परस्मैपदी धातूनां, परस्मैपदी धातूनां कृते येषां कृते परस्मैपदं भवति तेषां कृते एते प्रत्ययाः, तिप्तजि सिप्तस्थ। तथैव अत्र लिखितम् आत्मनेपदी, सो आत्मनेपदी धातूनां मूलतिङ् प्रत्ययाः एते, त आतां झ इति था साथां द्वम् इति तस्य अर्थः भवति। सो अस्माभिः किं तत्र स्मर्तव्यं, व्याकरणे परस्मैपदम् आत्मनेपदम् इति संज्ञा तु प्रत्ययानां, न तु धातूनां कृते, तत्र तदित् प्रत्ययः अस्ति। वन्विषये धातु परस्मैपदी, देट् मीन्स् धातुः परस्मैपदी प्रत्ययः, परस्मैपदम् येषां प्रत्ययानां कृते परस्मैपदम् इति संज्ञा अस्ति ते प्रत्ययः स्वीकरोति इति तस्य अर्थः, परस्मैपदी धातु आत्मनेपदी धातु इति तस्य अर्थः भवति। इदानीं तत्र सूत्राणि, प्रथमसूत्रं पठतु भगिनि। लः परस्मैपदम् 1499, लस्य स्थाने ये प्रत्ययाः आयान्ति ते सर्वे परस्मैपदसंज्ञकाः, तङानां पठतु तङानाम् आत्मनेपदम् 1400, लस्य स्थाने ये तङ् आन् स्थानच् कानच् च प्रत्ययाः आयान्ति ते सर्वे आत्मनेपदसंज्ञकाः, तम् आनच् तयोः इतरेतरद्वन्द्व द्वन्द्वः तङानौ, तङानौ प्रथमान्तम् आत्मनेपदं प्रथमान्तं द्विपदमिदं सूत्रम्। लः परस्मैपदम् इत्यस्मात् लः इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं लः तङानौ आत्मनेपदम् सो एतत् एतानि एतत् सूत्रद्वयम् आकारात् एका संज्ञा इति अधिकारसूत्रे वर्तते. सो तत्र प्रथम अध्याये चतुर्थपादे केचन संज्ञासूत्राणि सन्ति येषां कृते आकारात् एका संज्ञासूत्रम् आवश्यकम्. एतत् सूत्रद्वयमपि अस्मिन् अधिकारे तत्र स्तः. सो आकारात् एका संज्ञा इति अधिकारसूत्रम् अनेन सूत्रेण इति सूत्रं वदति. एका संज्ञा, संज्ञा इति स्त्रीलिङ्गपदम् अस्ति अतः एका लिखितमस्ति. सो आकारात् इति पञ्चम्यन्तम् अस्ति अत्र सूत्रं दत्तम्. सो एकवारम् आकारात् पठित्वा पुनः तत्र तत् सूत्रद्वयस्य कृते प्रति गच्छामः. अग्रे का पठति? पूर्णिमा भगिनि पठति वा भगिनि? पठामि पठामि. आकारात् एका संज्ञा द्वयोः संज्ञयोः मध्ये एका तदेव पठामि. द्वयोः संज्ञयोः मध्ये एका एव स्यात् इति निर्धारयितुम् इति अस्ति. निधारयितुम् आकार एका संज्ञा प्रथमाध्याये चतुर्थपादे प्रथमस्ति. आकारात् एका संज्ञा इत्यनेन कडाराः कर्मधारये द्वितीयाध्याये द्वितीयपादे षष्टि त्रिषष्टि अष्टचारि अष्टति अष्टति अष्टत्रिंशत्तमसूत्रमिति सूत्रावधि यावत् एकस्य एकैव संज्ञा भवति. लः परस्मैपदं प्रथमाध्याये चतुर्थपादे नवनवतिसूत्रं तडानाम् आत्मनेपदं प्रथमाध्याये चतुर्थपादे शततमसूत्रं चेति सूत्रद्वयम् एतदभ्यन्तरे आयाति इति कृत्वा एकस्य परस्मैपदसंज्ञा अथवा आत्मनेपदसंज्ञा सम्भवति. द्वयमपि युगपत् न भवति. द्वेपि पठामि वा? न, सूत्रस्य कः अर्थः भवति? आकडारात् एका संज्ञा इति कडाराः कर्मधारे इति अस्ति अहं न अवगतवती इति सूत्र यावत् एकस्य एकैव संज्ञा भवति. एकसूत्रस्य एक एव संज्ञा भवति इति अवगतवती. एकसूत्रम् अस्ति चेत् एकस्य शब्दसमूहस्य यस्य कस्यापि संज्ञा उक्तम् अस्ति अस्मिन् प्रकरणे 1 आरभ्य 38 पर्यन्तं तत्र कडारा इत्युक्ते शब्दानां समूहः अस्ति. इत्युक्ते शब्दसमूहः अस्ति यथा तत्र तत्र अत्र पश्यतु अष्टाध्यायी डाट् काम् मध्ये गच्छामः तत्र अत्र पश्यतु शब्दपाठः. सो तत्र पाणिनीयः व्याकरणम् अस्ति, सूत्रपाठः, अनन्तरं गणपाठः, उनादिपाठः, अपि च शब्दपाठः. किमर्थं चेत् सूत्रेषु तत्र महर्षि तत्र केचन शब्दानां तत्र उल्लेखः करोति, परन्तु अतः तेषां कृते शब्दानां कृते तत्र एकं गणः गण आधारेण तत्र शब्दाः सन्ति. यथा तत्र प्रादयः, सो प्रादयः अपि तत्र शब्दसमूहः अस्ति. शब्दपाठः सेकेण्ड् गणपाठः. सो शब्द गणपाठे तत्र केचन शब्दाः उक्ताः यथा वयम् अस्माभिः जानीमः तत्र प्रादि इति प्रादिगणः अस्ति. प्रादिगणेषु तत्र 12 एते उपसर्गाः प्र परा अप् तथैव एकम् अस्ति कडारा इति गणः. एकवारं पश्यामः तत्रापि केचन शब्दाः इत्युक्ते नामपदानि सन्ति. अहं चिन्तयामि तत्र भवेत् बिगिनिङ्ग् एव आसीत् महोदय प्राति इति प्रायशः सर्च् कुर्मः प्रथमे एव कडारादि अत्र कडार अस्तु अस्तु न दृष्टं सो कडारादि यथा तत्र प्रादि इत्युक्ते कडार इति प्रथमशब्दः अस्ति अतः कडारादि यथा प्रादि तथैव कडारादि सो अस्मिन् गणे अपि केचन शब्दाः सन्ति सुखञ्जको खोडकाणकुण्ठ इति तत्र कडार आरभ्य एतत् एतानि शब्दाः तत्र सन्ति सो अत्र सूत्रे किं लिखितं सो कडारा कर्मदार्ये सो फ्राम् अत्र एतस्य सूत्रस्य अधिकारः कुतः पर्यन्तं वर्तते साक्षात् तस्य निर्देशः पाणिनिना अस्मिन् सूत्रे एव दत्तं सो आ कडारा इत्यनेन कडारापर्यन्तं सो कडारापर्यन्तम् इत्युक्ते यत्र कडारः सूत्रे उक्तम् अस्ति तत् सूत्रपर्यन्तम् एतस्य अधिकारः वर्तते यथा तत्र वयं वदामः आ हिमालयपर्यन्तं तथैव अत्र आ इति पदमस्ति आकडारात् सो तिल् कडारा एका संज्ञा इति यः अधिकारः अस्ति तत् सूत्रपर्यन्तम् एतस्य अधिकारः वर्तते सो कुत्रचित् महर्षि साक्षात् सूत्रे एव तत्र आदेशः करोति एतस्य अधिकारः कुतः पर्यन्तं वर्तते यथा अत्र अस्ति सो एतत् अस्ति एका संज्ञा अधिकारसूत्रम् अनेन तत्र किम् एकस्य पदार्थस्य एकस्य कस्यचित् शब्दसमूहस्य तस्य कृते यद्यपि अस्मिन् प्रकरणे वन् आरभ्य 38 पर्यन्तं यद्यपि महर्षिणा तस्य कस्यचित् पदार्थस्य कृते संज्ञाद्वयं दत्तं परन्तु युगपत्तो एकमेव संज्ञा तस्य कृते स्यात् सः का संज्ञा यः परे अस्ति परे यत् संज्ञा उक्तम् इत्युक्ते लः परस्मैपदम् इत्यनेन तङ् इति प्रत्ययसमूहस्य कृते परस्मैपदं संज्ञा परन्तु साक्षात् अनन्तरं वदति तङ् इत्यस्य कृते आत्मनेपदसंज्ञा अपि अस्ति सो यदि युगपत् कुत्रचित् तत् प्रसक्तिः अस्ति चेत् यः परसूत्रेण यत् संज्ञा उक्तं सः संज्ञा एव तिष्ठति सो अत्रापि पदार्थद्वयस्य कृते संज्ञाद्वयम् उक्तम् प्रथमे उक्तं परस्मैपदम् इति संज्ञा तङ् इत्यस्य कृते अनन्तरम् आत्मनेपदसंज्ञा उक्तं सो यत्र वयं तत्र त इति प्रत्ययस्य कृते का संज्ञा परस्मैपदं वा आत्मनेपदि परन्तु परसूत्रेण यत् संज्ञा उक्तम् अस्मिन् प्रकरणे तत्र परसंज्ञा एव तिष्ठति न तु संज्ञाद्वयं सो त आतां झ इत्यस्य कृते परसूत्रेण यत् संज्ञा उक्तं तदेव तिष्ठति इति एका संज्ञाधिकारसूत्रं सो कस्यचित् एकस्य पदार्थस्य कृते यदि संज्ञाद्वयम् उक्तं यत्र युगपत् तत्र तेषां प्रसक्तिसु इत्युक्ते यदा त इति प्रत्ययस्य कृते वयं पश्यामः का संज्ञा सुलः परस्मैपदं वा तङ्गानाम् आत्मनेपदं सो सूत्रसङ्ख्या तत्र दृष्ट्वा वयं ज्ञातुं शक्यते त इत्यस्य कृते आत्मनेपदं न तु परस्मैपदं संज्ञा सो मे बि लाघवार्थं तादृशरीति महर्षिणा अत्र सूत्राणि दत्तानि अतः युग्पत् यत्र निर्णयं भवति युग्पत् कस्यचित् पदार्थस्य कृते संज्ञाद्वयम् अस्ति चेत् परसूत्रेण यत् संज्ञा उक्तं तदेव तिष्ठति तदेव स्यात् इति लिखितम् अत्र अत्र तदेव लिखितं लः परस्मैपदं तङ्गानाम् आत्मनेपदं चेति सूत्रद्वयम् एतत् सूत्रद्वयम् एतत् अभ्यन्तरे आयान्ति एतत् अभ्यन्तरे इत्युक्ते आकाडारात् एकसंज्ञा अभ्यन्तरे आयान्ति सो इति एतत् कडाराकर्मदारी इति सूत्रं द्वितीया अध्याये द्वितीयपादे अस्ति अन्तपर्यन्तं सो न केवलं प्रथम अध्याये चतुर्थपादे द्वितीयाध्याये प्रथमपादे द्वितीयाध्याये द्वितीयपादे सो त्रिषु पादेषु एतस्य अधिकारः वर्तते त्रिषु पादेषु फोर् आरभ्य टु पर्यन्तं टु पाद् 2.2 पर्यन्तम्. अतः त्रिषु अध्यायेषु एतस्य अधिकारः वर्तते. तत्र तस्मिन् प्रकरणे एव लः परस्मैपदम् अपि च तङ्गणम् आत्मनेपदम् इति सूत्रद्वयमपि स्थापितं महर्षिणा. अतः तत्र तङ् इत्यस्य कृते तु आत्मनेपदसंज्ञा एव अस्ति, न तु परस्मैपदसंज्ञा इति अनेन संज्ञासूत्रेण अधिकारसूत्रेण ज्ञातुं शक्यते. अग्रे अपि पठतु, लघुत्वविषयः अत्र किञ्चित् लिखितम्. युगपत् इत्युक्ते सैमल्टेनियस्लि नास्ति इति वा? युग्पत् इत्युक्ते आम् सैमल्टेनियस्लि नास्ति. युग्पत् इत्युक्ते टुगेदर् एकस्मिन् समये एव. तत्र भिन्नविषयः आरभ्यते. अत्र वयं पश्यामः, अत्र यः एक संज्ञासूत्रम् अधिकारसूत्रम् अस्ति, एतदपि किञ्चित् लघुत्वविषये एव तादृश महर्षिणा कृतम् अस्ति. परन्तु लघुत्वविषये कुत्रचित् सः भिन्नप्रकारेण एव अपि तत्र किञ्चित् तस्य शैली अस्ति. महर्षिणा शैली तत्र महर्षेः शैली तत्र भिन्न अपि अस्ति कुत्रचित् ग्रन्थे. सो तदपि पश्यामः. इदानीं तत्र लघुत्वविषये तत्र ग्रन्थे कथं शैली अस्ति अत्र प्रश्नः उदेति. एकस्य इयं संज्ञा भवतु अन्या संज्ञा न इति निर्धारयितुम् एतादृशी शैली किमर्थम्? अन्यत्र अन्या पद्धतिः शेषात् इत्युक्तम् इत्युक्तं किल अनुदात्तनित आत्मनेपदम् प्रश्नः कः इदानीम्? एकस्य इयं संज्ञा भवतु अन्यसंज्ञा न इति द्वयोः सूत्रे द्वे सूत्रे भवतः तयोः किं संज्ञा इति निर्धारयितुम् एतद् किमर्थम् इति प्रश्नं अद्य अन्यपद्धतिः अस्ति शेषात् इति अस्मिन् प्रकरणे महर्षिणा संज्ञा एतम् अधिकारसूत्रद्वारा तत्र लघुत्वं साधितं. सो हि अन्यथा तत्र एका आकडारात् एका संज्ञा इति सूत्रस्य कोऽपि अन्यप्रयोजनं नास्ति. महर्षिणा तत्र सूत्राणां क्रमः तथं तादृशदत्तं यत्र वयं तत्र एकस्य पदार्थस्य कृते संज्ञाद्वयम्, परन्तु निर्णयं कथं कर्तुं शक्यते तस्य कृते महर्षिणा तत्र तस्मिन् प्रकरणे एकं अधिकारसूत्रं स्थापितम्. अधिकारसूत्रद्वारा तत्र लघुत्वं सिद्धिः भवति. अधिकारसूत्रद्वारा एव वयम् अवगन्तुं शक्यते यदि कस्यचित् पदार्थस्य कृते संज्ञाद्वयं तत्र परसूत्रेण यत् संज्ञा उक्तं तदेव तिष्ठति, न तु पूर्वसूत्रेण यत् संज्ञा उक्तम्. अतः तादृश तत्र यः लघुत्वस्य विषये तत्र कथं सः तत्र करोति संज्ञा इत्युक्ते अधिकारसूत्रद्वारा करोति. परन्तु इदानीं वदति इति तु वयम् एतत् दृष्टवन्तः तत्र एका संज्ञा अधिकारसूत्रेण तत् वयं ज्ञातुं शक्यते पदार्थस्य कृते परसूत्रेण यत् संज्ञा उक्तं तदेव तिष्ठति. परन्तु अन्यत्र इत्युक्ते अन्यत्र ग्रन्थे, अन्यत्र इत्युक्ते किञ्चित् अन्यप्रकरणे तत्र भिन्नशैली अस्ति. अधिकारसूत्रद्वारा लघुत्वसिद्धिः न भवति, तत्र शेषात् इति पदेन लघुत्वसिद्धिः भवति. शेषात् कथनेन यत्किमपि पूर्वे उक्तम् एतावता पर्यन्तम् अस्मिन् स्पेशल् प्रकरणे यत्किमपि उक्तम् इदानीं यः शेष भवति यत् इदानीं पर्यन्तं न उक्तं शेषात् इत्यनेन तस्य कृते इति तत्र भवति. सो शेषात् इति पदं कुत्र प्रयुक्तं महर्षिणा इति तस्य कृते तानि सूत्राणि दत्तानि. अस्माभिः एतत् भगिनी किञ्चित् जलं पिबतु भगिनि आम् आं पठतु भगिनी अग्रे पठतु अनुदात्तरित आत्मनेपदम् त्वरितरितकर्तृभिप्राये क्रियापदे शेषात् कर्तरि परस्मैपदम् आत्मनेपदी किं भवति इति उपरि दत्तसूत्रं वदति अनुदात्तरित भवति चेत् आत्मनेपदसंज्ञा भवति यत्र स्वरितरित भवति चेत् भगिनि अनुदात्तनित अत्र अनुदात्तनित यः सूत्रम् अस्ति सो यः अनुदात् अपि च नित् अस्ति तस्य कृते अत्र अत्र पश्यतु आत्मने पदम् इति यः अस्मिन् सूत्रे आत्मने पदम् इति यः लिखितम् अस्ति तस्य कृते का विभक्ति भगिनि आत्मने पदम् इत्यस्य पदस्य प्रथमाविभक्तिसूत्रे अस्ति चेत् किं भवति प्रथमाविभक्ति कार्यम् आदेशः वा लोपः आगमः आम् सो अत्र आदेशः अस्ति इत्युक्ते यः अनुदातेत् अस्ति नो चेत् नित् अस्ति तस्य कृते कः आदेशः तस्य कृते आत्मनेपदम् इति आदेशः सो आत्मनेपदम् इति संज्ञा कस्य अत्र साक्षात् संज्ञा उक्तम् न आत्मनेपदम् इति संज्ञा कस्य कृते आत्मनेपदम् दातु तङ्गानाम् संज्ञा अस्ति सो तङ्गानाम् तङ्गानाम् आत्मनेपदम् इति यः संज्ञासूत्रम् अस्ति एतत्तु विधिसूत्रम् अनुदात्तनित आत्मनेपदं विधिसूत्रम् इत्युक्ते अत्र अनुदात्तेत् धातु नो चेत् नित् धातुः तस्य कृते आत्मनेपदम् इति आदेशः अस्ति तस्तादृशधातुः कृते आत्मनेपदप्रत्याः भवन्ति इत्यस्य अर्थः सो आत्मनेपदम् इत्युक्ते किं तङ् अपि च आन् सो तादृशप्रत्ययस्य कृते तङ् इति प्रत्ययस्य आदेशः आत्मनेपदम् इत्यनेन तङ् अपि च आन् इति प्रत्ययः तादृशप्रत्ययस्य कृते शानच् इति प्रत्ययस्य आदेशः तादृशप्रत्ययस्य कृते कानच् इति प्रत्ययस्य आदेशः आत्मनेपदं यस्य यस्य प्रत्ययस्य आत्मनेपदम् इति संज्ञा तस्य आदेशः अनुदातनित् इत्यस्य कृते सो अनुदातनित् इत्यस्य तस्य कृते आत्मनेपदं प्रत्याः भवन्ति विहिताः भवन्ति तस्य अर्थः अत्र तु तत् विषयः नास्ति परन्तु अत्र एतत् संज्ञासूत्रं नास्ति एतत् आदेशः भवति आत्मनेपदम् इति प्रथमान्तम् अस्ति अतः तस्य कृते ते प्रत्याः विहिताः भवन्ति येषां कृते आत्मनेपदम् इति संज्ञा इति तस्य अर्थः सो यस्मिन् धातौ अनुदात्स्वरस्य इत् अस्ति नो चेत् कण्ठ्यनकारस्य इत् अस्ति अत्र अत्र अनुदात् इत् नकार इत् सो अनुदातनित् भवति तादृश तत्र समस्तपदं भवति अनुदातनित् सो अनुदात् नकार इत् अनुदानित् सो अत्र नकारः अपि च इत् इति संज्ञा सो यस्मिन् अनुदात् स्वरस्य इत् यस्मिन् अथवा कण्ठ्यनकारस्य इत् तस्य कृते आत्मनेपदप्रत्याः इति तस्य अर्थः तथैव स्वरितकर्तृप्राये क्रियापले स्वरितनित्यकर्तरिप्राये क्रियापले स्वरितनित्य भवति चेत् कर्तृ कर्तृ तदेव स्वयम् आत्मा स्वस्य कृते करोति इति आत्मनेपदसंज्ञा भवति नो चेत् अन्या कृते करोति चेत् परस्मैपदसंज्ञा भवति इति अर्थः स्वरितनित कर्तरिप्राये क्रिया अत्र शोधनं कुर्मः कुत्र आगच्छत् सो अत्र क्रियाफले कर्तृ अभिप्राये क्रियाफले इति पदद्वयं दत्तं सो यदि क्रियाः फलम् अत्र पूर्वमिति इत्युक्ते अस्मिन् सम्पूर्णप्रकरणे प्रथमसूत्रमस्ति इत्युक्ते आरभ्य अनुदातन्यता आत्मनेपदम् आत्मनेपदम् इति पदस्य अनुवृत्तिः अग्रिमेषु किञ्चित् सूत्रेषु भवति पश्यामः सूत्रपाठ अत्र पश्यतु भगिनि अत्र आत्मनेपद इति प्रकरणम् आरभ्यते 1312 इति अत्र आरभ्य सो आत्मनेपदम् इति प्रथमसूत्रं न दृश्यते वा न न अन्यसु अन्य स्क्रीन् न दृश्यते एतदेव दृश्यते इदानीं दृश्यते वा भगिनि मया न दृश्यते इदानीं इदानीम् आगच्छति अत्र पश्यतु अत्र प्रथमाध्याये तृतीयपादे द्वादशसूत्र आरभ्य तत्र आत्मनेपदे इति प्रकरणम् आरभ्यते सो ब्लाक् स्क्रीन् अस्ति आगच्छति स्क्रीन् दृश्यते न आगच्छति किञ्चित् वैट् कुर्मः इदानीम् आगतम् नेट्वर्क् समस्या अस्ति न दृश्यते भावकर्मणि मध्ये हैलैट् कृतवती भवती भावकर्मणि मध्ये हैलैट् कृतवती एकनिमिषः भावे कर्मणि प्रयोगे च धातोः आत्मनो अस्ति अत्र पश्यतु अत्र सूत्राणां क्रमः दृश्यते वा अत्र इदानीं कः स्क्रीन् दृश्यते यथासङ्ख्यं आमामां तदेव अत्र 1312 इति अस्माकं सूत्रमस्ति 1312 अनुदातनित आत्मनेपदम् अत्र आरभ्य कण्ट्रोल् प्लस् कुर्मः चेत् इदानीं किञ्चित् अत्र पश्यतु अत्र आत्मनेपद इति प्रकरणम् आरभ्यते सो अस्मिन् प्रकरणे प्रथमे तत्र महर्षि केवलं कस्य कस्य शब्दसमूहस्य कस्य कस्य कृते आत्मनेपदप्रत्ययाः विहिताः भवन्ति आदौ तदेव उक्तं सो अनुदातन्यत आत्मनेपदि तत्र अनन्तरम् अस्ति भावकर्मणोः वयं जानीमः भावे प्रयोगे अपि च कर्मणे प्रयोगे सर्वेषां धातूनाम् अत्र धातुः धातुः इत्यस्य पूर्वसूत्रात् धातु इति पदस्य अनुवृत्तिः अस्ति सो धातुः अत्रापि अनुदातनित आत्मनेपदम् इति सूत्रे अपि पूर्वसूत्रात् धातुः इति पदस्य अनुवृत्तिः अस्ति धातोः धातुः अनुदात्तेत् अस्ति अथवा नित् अस्ति चेत् तस्य कृते आत्मनेपदम् इति प्रत्ययः तथैव भावे प्रयोगे कर्मणि प्रयोगे धातुः कीदृशप्रत्ययः स्वीकरोति पूर्वसूत्रात् आत्मनेपदप्रत्ययः. सो तत्र भावे प्रयोगे कर्मणि प्रयोगे यद्यपि धातुः परस्मैपदी अस्ति, पठ् धातु परस्मैपदी अस्ति, परन्तु यदि मम विवक्षा भावे प्रयोगस्य अस्ति अथवा कर्मणि प्रयोगस्य अस्ति अनेन सूत्रेण तत्र मया किं करणीयं, मया आत्मनेपदी प्रत्ययः एव योजनीयं. सो तत्र पठ्यते इति भवति, ते भवति, न तु ती भवति. किमर्थं चेत् महर्षि वदति आत्मनेपदी प्रकरणे भावे कर्मणि प्रयोगे धातोः आत्मनेपदप्रत्ययः स्वीकरोति, न तु परस्मैपदी. तत्र धातुः परस्मैपदी वा आत्मनेपदी इति न द्रष्टव्यं. तत्र तु साक्षात् उक्तं भावकर्मणोः, सो भावकर्मणोः धातोः आत्मनेपदम्, आत्मनेपदम् इत्युक्ते आत्मनेपदं प्रत्ययः योजनीयम्. अनन्तरं तत्र अस्मिन् प्रकरणे अत्र किमर्थं सम्पूर्णप्रकरणं न आयाति वा? अत्र सो अत्र यत्किमपि उक्तं स्टिल् शेषात् कर्तरि परस्मैपदं, यत्र साक्षात् परस्मैपदम् इति उक्तं, तावत्पर्यन्तम् आत्मनेपदम् आत्मनेपदम् आत्मनेपदम् इति अनुवृत्तिः तत्र भवति. अत्र पश्यतु एकम् अन्यत् सूत्रम् अस्ति, निश्च निश्च कुत्र अस्ति, वट् वर् द सूत्रसङ्ख्या फार् स्वरितनित कर्तृ अभिप्रायक्रियाफले, तस्य अनन्तरम् अस्ति. आम् अत्र पश्यतु अस्मिन् प्रकरणे एव स्वरितनित कर्तृ अभिप्रायक्रियाफले अत्र पूर्वसूत्रात् आत्मनेपदम् इति अनुवृत्तिः भवति. सो धातुः स्वरस्य इत् अस्ति, नो चेत् तालुण्यकारस्य इत् अस्ति चेत् तादृशधातोः यदि क्रियायाः फलं कर्तारं प्रति गच्छति तदा एव प्रत्ययः विहिताः भवन्ति इति सूत्रस्य अर्थः, तावदेव सूत्रं वदति. सो यदि क्रियायाः फलं कर्तारं प्रति गच्छति, कर्तारं स्वयं तत् फलं स्वीकरोति इत्युक्ते तत् कार्यं स्वयं स्वस्य कृते करोति, तदा तत्र तादृशस्वरित अपि च नित धातोः आत्मनेपदी प्रत्ययः विहिताः भवन्ति. किमर्थं चेत् अत्र कुत्रापि परस्मैपदम् इति इदानीं पर्यन्तं न उक्तम्, एतत् सर्वम् आत्मनेपदी इति प्रकरणमस्ति, कस्य कस्य आत्मनेपदम्. अनन्तरम् अत्र पश्यतु अत्र एकं साक्षात् अनन्तरम् अस्ति निश्च निचश्च निचः इति अत्र स्थानी भवति. सो निचश्च इति सूत्रं वदति अत्रापि अत्रापि कर्त्रि अभिप्राये क्रियाफले इति तत्र सूत्रस्य अनुवृत्तिः अस्ति, पदद्वयस्य अनुवृत्तिः, अपि च धातोः. सो यदि क्रियायाः फलं कर्तारम् अभिप्रेति तत्र यः निजन्तधातुः अस्ति, निजन्तधातुः इत्युक्ते यस्य सनादन्त्यः धातवः इत्यनेन निच् प्रत्ययः यत्र भवति तस्य कृते क्रियायाः फलं यदि कर्तारं प्रति गच्छति तत्र आत्मनेपदीप्रत्ययः योजनीयं, तादृशनिच् प्रत्ययस्य निजन्तधातोः अनन्तरम् इति निचश्च. सो अत्र अस्मिन् प्रकरणे उक्तं फलितार्थः अस्ति यदि क्रियायाः फलं कर्तारं नाभिप्रेति तदा तत्र तादृशस्वरित इत् नो चेत् निजन्तधातोः अनन्तरं परस्मैपदी अपि योजयितुं शक्नुमः. परन्तु सूत्राधारेण किं, सूत्राधारेण सूत्रं वदति यदि क्रियायाः फलं कर्तारम् अभिप्रेति तदा तादृशस्वरितेत् नो चेत् नितधातोः अनन्तरम् आत्मनेपदम्, पूर्वसूत्रात् आत्मनेपदम् इत्यस्य अनुवृत्तिः अस्ति. आत्मनेपदम् इति प्रत्ययस्य संज्ञा, आत्मनेपदं प्रत्ययः इति योजनी कुत्र अस्ति. आम् तथैव यः निजन्तधातुः अस्ति यस्य यदत्र सर्वेषां धातोः अनन्तरं हेतुमति च सूत्रेण वयं निच् प्रत्ययः योजयितुं शक्नुमः. सो पाठयोगनिच् भूयोगनिच् लिखयोगनिच् यः चुर्योगनिच् रादिगणे अपि निच् तत्र भवति, स्वार्थे निच् भवति. सो यदा तत्र निजन्तधातुः अस्ति तस्य यदि क्रियायाः फलं कर्तारम् अभिप्रेति तदा तत्र आत्मनेपदिप्रत्ययः भवन्ति. इत्युक्ते फलितार्थः कः? निजन्तधातुः प्रायशः उभयपदी भवति इति तस्य अर्थः भवति. उभयपदी तु कुत्रापि न उक्तं, केवलम् आत्मनेपदम् उक्तं, परस्मैपदम् उक्तम्. सो एतत् टिल् 78 सूत्रं तत्र केवलम् आत्मनेपदम् आत्मनेपदम् इति पूर्वसूत्रात् अनुवृत्तिः भवति. अनन्तरं वदति शेषात् कर्तरि परस्मैपदम्. शेषात् इत्यनेन तत्र लाघवं सिद्ध्यति महर्षि. सो शेषात् इत्यनेन अत्र कथं लाघवं सिद्ध्यति? यत्किमपि पूर्वसूत्रे यत्किमपि उक्तं फ्राम् द अनुदातन्यत आत्मनेपदं टिल् विभाषा उपपदेन प्रतीयमाने पर्यन्तं यत्किमपि स्थिति उक्तं, यत्किमपि प्रसङ्गः उक्तं, तत् विहाय कर्तरिप्रयोगे धातोः परस्मैपदम् इति प्रत्ययः भवन्ति इति शेषात् शेषादित्यनेन अपि तत्र लाघवं सिद्ध्यति. सो अत्र कोऽपि सङ्घसू अधिकारसूत्र आधारेण लाघवं न सिद्ध्यति, अत्र शेषापदेन एव लघुत्वं भवति. सो यत्किमपि पूर्वे उक्तं यदि तादृशस्थितिः अस्ति तदा शेषात् इत्यनेन, इत्युक्ते यदा स्वरितनित्तकर्तृ अभिप्रायक्रियाफले यदि स्वरितनित्तधातोः क्रियायाः फलं करारं प्रति न गच्छति तदपि शेषात् इत्यनेन, तदा तादृशधातोः अनेन सूत्रेण शेषात् कर्तरि परस्मैपदम् इति सूत्रेण तादृशस्वरितनित्तधातोः अनन्तरं वयं परस्मैपदप्रत्ययः अपि योजयितुं शक्नुमः. परन्तु तत्र यदा परस्मैपदीप्रत्ययः भवति तत्र शेषात् इत्यनेन क्रियायाः फलं कर्तारं न अभिप्रेति. यदि क्रियायाः फलं कर्तारम् अभिप्रेति तदा तु आत्मनिपदप्रत्ययः. परन्तु यदि शेषात् इत्यनेन यदि क्रियायाः फलं कर्तारं नाभिप्रेति तदा किं करणीयम्? तदा परस्मैपदीप्रत्ययः योजनीयम् इति सूत्रस्य अर्थः. सो तथैव निचश्च इति सूत्रेण जन्तस्य धातोः तत्र क्रियायाः फलं कर्तारं नाभिप्रेति तदा शेषात्. सो यत्किमपि स्थिति यत्किमपि धातोः पूर्वे उक्तं शेषात् पूर्वे उक्तं तत् विहाय शेषात् स्थित्याम् अल्पशेषादानां कृते कर्तरिप्रयोगे परस्पदिप्रत्ययः भवन्ति इति सूत्रस्य अर्थः. सो वेन् वि सी ए यथा तत्र डुक्रु अस्ति, डुक्रयातुः तत्र णकारसि इत् अस्ति. सो णकारसि इत् अस्ति चेत् स्वरितनित्यकर्तृ अभिप्रायक्रियाफले इत्यनेन तत्र क्रूधातुः क्रियायाः फलं तादृश मम विवक्षा अस्ति, क्रियायाः फलं कर्तरं प्रति गच्छति तदा मया तत्र क्रूधातुः अनन्तरम् आत्मनेपदि प्रत्ययोजनीयम्. यदि ऋतुर्धातुः अस्ति अतः तत्र यदि क्रियायाः फलं कर्तरं प्रति न गच्छति तादृश मम विवक्षा अस्ति, अन्य परेषां कृते गच्छति क्रियायाः फलं, तत्र मया किं करणीयं? तत्र मया शेषा कर्ते परस्मैपदम् इति सूत्रेण तत्र परस्मैपदप्रत्ययः योजनीयम्. सो उभयपदी कुत्रापि न उक्तम्, इत्युक्ते फलितार्थः तदेव अस्ति, तादृशत्वरितधातु उभयपदी भवति. परन्तु कार्यम् अन्येन सूत्रेण भवति, शेषात् यदा तत्र परस्मैपदीप्रत्ययः आयान्ति तदा अनेन सूत्रेण एव कार्यमस्ति. किमर्थं चेत् शेषात् इति यः पदम् अस्ति अनेन यत्किमपि पूर्वे उक्तं फ्राम् द अनुदातन्यत आत्मनेपदं टिल् दिस् सूत्रं यत्किमपि उक्तं यदि तादृशस्थितिः नास्ति, पूर्वे वयं किं तादृशधातुः नास्ति, तादृशस्थितिः नास्ति, तादृशकष्टं नास्ति, तदा शेषात् कर्तरि इत्यनेन परस्मैपदीप्रत्ययः योजनीयम्। धातोः अपि अनुवृत्तिः अस्ति अस्मिन् प्रकरणे इति तस्य अर्थः। अतः अन्यत्र इत्युक्ते अन्यत्र ग्रन्थे महर्षिणा लाघवं तु भिन्नरूपेण तत्र तस्य निर्धारणं सः करोति। कुत्रचित् सः अधिकारसूत्रद्वारा लाघवं सिद्धिः भवति, यथा अकारातिकसंज्ञा, परन्तु कुत्रचित् तु शेषात् पदेन तत्र लाघवं सिद्ध्यति इति अत्र तादृश तत्र प्रसङ्गः अस्ति। अवगतं वा भगिनि? अवगतं भगिनि, ध्वनि श्रूयते वा? हा श्रूयते, अवगतं भगिनि। अस्तु भगिनि, कोऽपि प्रश्नः अस्ति वा एतावत्? अग्रे का पठति? मञ्जरी भगिनी पठति वा अग्रे? अत्र शेषात्, अत्र शेषात् इत्यनेन ये धातवः अवशिष्यन्ते ते सर्वे परस्मैपदसंज्ञकाः इति पर्यवसितम्। अत्र एतादृशी शैली किमर्थम्? प्रत्ययानां विषये च अन्या शैली किमर्थम्? उत्तरम् एवं यत् यथासङ्ख्यं यस्य लघुत्वं तदनुसृत्य शैली। अत्र धातूनां प्रसङ्गे धातवः बहुविधाः, यः कोऽपि धातु णित् अपि नास्ति, अनुदात्तित् अपि नास्ति, यित् अपि नास्ति, स्वरितेत् अपि नास्ति, सः धातु कर्तृत्वे चेत् परस्मैपदी एव। तर्हि धातुः उदात्तित् अस्ति चेत् परस्मैपदी, किन्तु उदात्तित् नास्ति चेत् अपि यदि णित् अनुदात्तित् यित् स्वरितेत् नास्ति तर्हि सः धातु परस्मैपदी एव। यथा ऋष्य गै, ऋष इति उदात्तित्, गै इति उदात्तित् न, उभयत्र परस्मैपदत्वम् इति कृत्वा शेषात् इत्यनेन लघुत्वम्। अत्र परस्मैपदसंज्ञा केषाम् इति वदनार्थम् उदात्तेत् अथवा इत्संज्ञकः स्वरः नास्ति चेत् अपि तथा इत्यस्मिन् लघुत्वं नितरां नास्ति, तदर्थं शेषात् इति उक्तम्। किन्तु यत्र प्रत्ययाः सन्ति तत्र वैविध्यम् एव, अतः तावत्पर्यन्तं वदतु भगिनि। अत्र अत्र यः कोऽपि धातु णित् नास्ति, अनुदात्तेत् नास्ति, तथा स्वरितः नास्ति, यित् अपि नास्ति, सः धातु कर्तर्थे अस्ति, यदा क्रियायाः फलं कर्तारं प्रति गच्छति चेत् परस्मैपदिन एव। सूत्र अनुदात्त नित् आत्मनेपदं तथा स्वरितयित् कर्तर्भिप्राय क्रियाफले इति सूत्रेण तत्र अनुदात्त यित् स्वरितयित् प्रत्यय धातोः प्रत्ययाः सन्ति तत्र आत्मनेपदं, शेषात् परस्मैपदम् इति अर्थः। उदाहरणार्थं ऋष गै, ऋष इति उदात्तेत् अस्ति, गै इति उदात्तेत् नास्ति, उभयत्र शेषात् इति शेषात् कर्तरि परस्मैपदम् इति सूत्रेण ये धातवः परस्मैपदं संज्ञा प्राप्नोति न इति। धातु कदापि परस्मैपदं संज्ञा न प्राप्नोति, परस्मैपदी भवति। परस्मैपदी भवति। सो शेषात् इत्यनेन येषां धातूनां स्वरस्य इति अस्ति, येषां धातूनां कोऽपि इत्संज्ञकवर्णः एव तत्र नास्ति, भू यथा गायि, तत् कोऽपि इत्संज्ञकवर्णः एव नास्ति, सो अतः तादृश न उक्तं महर्षिणा केवलं शेषात् इति उक्तम्। शेषात् इदानीं यस्मापि पूर्वे उक्तमासीत् अनुदात् विषये उक्तम् आसीत्, नित्विषये उक्तम् अस्ति पूर्वसूत्रे, स्वरिचेत् विषये उक्तमस्ति, अनन्तरं णित्विषये अपि उक्तमस्ति। अपि च न केवलम् एतत्तु धातूनां कृते अनुबन्धस्वरस्य आधारेण, परन्तु अत्र अन्यत् अपि उक्तमस्ति, यदा क्रियायाः फलं कर्तारं प्रति गच्छति तदेव उक्तमस्ति, देट् इस् अ कण्डिशन् इन् स्वरितनित् कर्तृ अभिप्राये क्रियाफले। न केवलम् अत्र न वदति स्वरितनित्, स्वरितनित्तः एव न वदति महर्षि अत्र, इत्युक्ते स्वरितनित्तः आत्मने पूर्वसूत्रात् आत्मनेपदम् इति तत् सूत्रं नास्ति अत्र, सूत्रं साक्षात् उक्तं स्वरितनित्त कर्तृ अभिप्राये क्रियाफले। यदि क्रियायाः फलं कर्तारम् अभिप्रेति अभिप्रेति तदा एव तादृशस्वरितेत् नित् धातोः आत्मनेपदी प्रत्ययः स्वीकरोति। अनन्तरं यदि सपोज् स्वरितनित् धातुः अस्ति, कोऽपि स्वरितेत् धातुः अस्ति अथवा अणित् धातुः अस्ति, परन्तु मम विवक्षा क्रियायाः फलं कर्तारं प्रति तत्र न गच्छति, तादृशं मम विवक्षा अस्ति, तदा किं करणीयं? तदा तदापि शेषाद् इति पदस्य न केवलं धातुविषये परन्तु यः कण्डिशन् दत्तं तदपि यदि न पूरितं चेत् शेषात्। सो अत्र शेषात् इत्यनेन न केवलं ये धातवः पूर्वे उक्तं तेषां विहाय, परन्तु अत्र यत् कण्डिशन् उक्तं तत् कण्डिशन् विहाय अपि तत्र तादृशधातोः अनन्तरं शेषादितनेन तत्र परस्मैपदीप्रत्ययः विहिताः भवन्ति। अतः स्वरितेत् अथवा नितधातोः अनन्तरम् अहं परस्मैपदप्रत्ययः अपि योजयितुं शक्नुमः। कदा? यदा क्रियायाः फलं कर्तारं प्रति न गच्छति तदा एव शेषादितनेन तादृशस्वरितेत् धातोः अनन्तरं परस्मैपदप्रत्ययः भवन्ति। परन्तु तादृशस्थिति हियर् फार् द अनुदातेत् अथवा नितधातु विषये कोऽपि अन्य कण्डिशन् नास्ति, एकमेव उक्तम् अनुदातनित आत्मनेपदम्। सो अनुदातेत् धातुः नितधातुः तत्र क्रियायाः फलं कुत्र गच्छति इति तत्र आवश्यकता एव नास्ति, किमपि न उक्तं, तत्र तु केवलम् आत्मनेपदीप्रत्ययः एव भवन्ति इति शेषात् इति पदेन तत्र तादृशशक्तिः अस्ति अस्मिन् पदे। सो लघुत्वसिद्ध्यार्थं, सो न केवलं यत्किमपि पूर्वे धातवः यदा निजन्तधातुः, सो निजन्तधातुः उक्तमस्ति चेत् तत्रापि यदि क्रियायाः फलं कर्तारम् अभिप्रेति तदा एव आत्मनेपदी योजनीयम्। यदि तादृशस्थितिः नास्ति तदा तु परस्मै शेषात् कर्तरि इत्यनेन परस्मैपदीप्रत्ययः योजनीयम् इति तस्य अर्थः। सो अतः कुत्रचित् अन्यत्र भिन्न भिन्नशैली उक्त्वा महर्षि लाघवं तत्र सिद्ध्यति। सो शेषात् पदेन अपि तत्र लघुत्वसिद्धिः भवति इति तत्र अर्थः पठामि। किन्तु यत्र प्रत्ययाः सन्ति तत्र द्वैविध्यम् एव, अतः तिङ् शेषात् तङ् आन् च आत्मनेपदम् इत्यस्य अपेक्षया तणानौ आत्मनेपदम् इत्यनेन लघुत्वम्। So he is not saying ting shu ye shesha, ting shu ye shesha yatha tang apichan tesham krite atmane padam, tadrish na vadati maharishi, maharishi sakshat vadati tangana atmane padam, because he has already given us eka sangya adhikara sutram. So idhipi tang apicha dikte an pratyah shanach pratyah api lah sthane bhavati, लटः शत्रुशानचौ सो शानस् प्रत्ययः अपि लः स्थाने अस्ति, लट् लकारस्य लः स्थाने शानच् प्रत्ययः, परन्तु पूर्वे वदति लः परस्मैपदं, लः स्थाने ये प्रत्ययाः तेषां कृते परस्मैपदं संज्ञा, अनन्तरं वदति तङ्गानौ आत्मनेपदं। सो अत्र पदार्थद्वयस्य कृते एकस्य पदार्थस्य कृते संज्ञाद्वयं, पूर्वे वदति परस्मैपदं तङ् इत्यस्य कृते, तथैव शानचितस्य कृते, अनन्तरं वदति आत्मनेपदं। सो कथं निर्णयं वयं कुर्मः, तङ् इत्यस्य कृते परस्मैपदी वा आत्मनेपदी वा? सो अत्र एकं अधिकारसूत्रं महर्षिणा आदौ एव स्थापितम्, एकाडारात् अकाडारात् एका संज्ञा। सो यस्य पदार्थस्य कृते, यस्य कृते, यस्य प्रत्याहारस्य कृते संज्ञाद्वयम् अस्ति, तत्र पदसूत्रेण यत् संज्ञा उक्तं तदेव स्यात् इति तत्र निर्णयः वयं कर्तुं शक्यते अधिकारसूत्रद्वारा। अतः प्रत्ययानां कृते तु भिन्नशैली अस्ति, न शेषादिति उक्तमस्ति। अथवा सः वदति तङ्गानौ आत्मनेपदं, बिकास् देर् इस् अकारात् एका संज्ञा इति अधिकारसूत्रम् अस्ति। सो इन् द होल् ग्रन्थः महर्षि फार् दार्थं हि हेज़् अप्लैड् ए लाट् आफ् शैलीस्, हि हेज़् यूस्ड् मेनि थिङ्ग्स् फार् द फार् बिकमिङ्ग् द फार् मेकिङ्ग् द सूत्र अपि च ग्रन्थः लघुः। इदानीन्तर पुरुषवचनविधिः, प्रत्ययानां कृते तत्र प्रथमपुरुष, मध्यमपुरुष, उत्तमपुरुष इति संज्ञा अस्ति। केषां प्रत्ययानां? तिङ् प्रत्ययानां। वि आर् रीडिङ्ग् तिङ् सिद्धिः। सो तिङ् प्रत्ययानां कृते न केवलं परस्मैपदसंज्ञा, न केवलम् आत्मनेपदसंज्ञा, परन्तु तिङ् प्रत्ययानां कृते एकवचन, द्विवचन, बहुवचन इति संज्ञा अस्ति, अपि च प्रथम, मध्यम, उत्तम अपि संज्ञा अस्ति। दीस् आर् आल्सो संज्ञास्, नामकरणम् अस्ति। सो कैः सूत्रैः तादृशसंज्ञा भवति इति अग्रे उक्तम्, अतः तदेव अस्ति पुरुषवचनविधिः। केन सूत्रेण पुरुषवचनविधिः भवति इति तत्र अग्रे अस्ति। कः का पठति? गिरिजा भगिनी पठति वा भगिनी? मम ध्वनि श्रूयते वा भगिनि? प्रयाणे श्रूयते वा भगिनि? प्रयाणे चिन्ता मास्तु। अनुसूया भगिनी पठति वा? भगिनी अनुसूया भगिनी अस्तु भगिनि। आं भगिनि पठतु। पुरुषवचनविधिः, विवक्षायां प्रथमपुरुषः, मध्यमपुरुषः, उत्तमपुरुषः, एकवचनं, द्विवचनं, बहुवचनं च प्रत्ययाः विहिताः, सूत्राणि च इमानि, तिङ् त्रीणि त्रीणि, प्रथममध्यमोत्तमः, प्रथमपादे प्रथमाध्याये चतुर्थपादे एकाधिकशतकसूत्रं, तानेकवचनद्विवचन बहुवचन एकशः, प्रथमाध्याये चतुर्थपादे द्वे अधिकशतकसूत्रं, युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः, प्रथमाध्याये चतुर्थपादे पञ्चाधिक शतकम्, अस्मद्युत्तमः प्रथमपुरुषे प्रथमाध्याये चतुर्थपादे सप्ताधिकशतकं, शेषे प्रथमः प्रथमाध्याये चतुर्थपादे अष्टाधिकशतकं सूत्र, यथा सूत्रः यथा यदि वक्तुम् तावदेव। तिङ् त्रीणि त्रीणि प्रथममध्यमोत्तमः इति सूत्रस्य कः अर्थः भगिनि? तिङ्गस्त्रीणि इति अत्र तिङ्गः इति विसर्गस्य सकारादेशः, प्रथमा अस्ति, द्वितीयत्रीणि मध्यमा अस्ति, अन्तिमत्रीणि उत्तमः अस्ति इति तिङ्गस्त्रीणि त्रीणि इति इत्युक्ते तस्य अधिक अभिप्रायः यः अस्ति। अनेन सूत्रेण किं भवति? 101 सूत्रेण प्रथमा, यः प्रथमा तिप्तस्य अस्ति तत् प्रथमपुरुष एकवचन द्विवचन बहुवचन अस्ति तिप्तस्थ अस्ति तत्र मध्यमपुरुष एकवचन बहुवचन द्विवचन अस्ति अन्तिम विपुवत् मत् इति सूत्र इत्यादिनः तत्तु सत्यं सूत्रेण किं भवति एतत् कीदृशसूत्रमस्ति तिङ्गस्त्रीणि त्रीणि प्रथम मध्यम उत्तमाः इति कीदृशसूत्रम् नियमसूत्रमस्ति किं नियमति अत्र संज्ञासूत्रमस्ति संज्ञा भवति का संज्ञा अत्र उक्तम् प्रथमा मध्यमा उत्तमः का इति आम् प्रथम संज्ञा मध्यमसंज्ञा उत्तमसंज्ञा अत्र अष्टाध्यायीग्रन्थे पुरुष इति कुत्रापि न उक्तं केवलं सूत्रे उक्तं प्रथम मध्यम उत्तम इति संज्ञा उक्तं परन्तु मेबि पाणिनि प्राक् एव तत्र पुरुषः उत्तमपुरुषः मध्यमपुरुषः इति तादृशरीतिः आसीत् अतः परन्तु महर्षिणा पुरुष इति उक्तम् अत्र न उक्तम् अत्र केवलं प्रथम इति संज्ञा कस्य मध्यम इति संज्ञा कस्य उत्तम इति संज्ञा नामकरणं कस्य इति उक्तम् सो एतत् संज्ञासूत्रमस्ति अनेन सूत्रेण का संज्ञा भवति प्रथमसंज्ञा मध्यमसंज्ञा उत्तमसंज्ञा सो अतः प्रथम इति संज्ञा कस्य सो तिङ्गः तिङ्क्षु इत्युक्ते तिङ्क्षु तत्र वयं जानीमः तत्र अष्टादश प्रत्ययाः सन्ति तिङ् एकमेव प्रत्ययः नास्ति अत्र तु तिङ्गः इति लिखितम् परन्तु तिङ्क्षु तु तत्र तिप् तस् जि सिप् थस्थ इति तत्र अष्टादश प्रत्ययाः सन्ति सो अत्र कथं लिखितं त्रीणि थ्री थ्री थ्री सो तत्र अस्माभिः किं करणीयम् ये तिङ् प्रत्ययाः तत्र समूहः तत्र भवति त्रयाणां समूहः करणीयम् अस्ति सो प्रथम त्रयः त्रीणि प्रत्ययः प्रत्ययः तिप् तस् जि सो तिप् तस् जि इत्यस्य कृते का संज्ञा प्रथम इति संज्ञा देन् सिप् थस्थ इति त्रीणि थ्री टुगेदर् एकत्र द ग्रूप् आफ् थ्री तिङ्गः त्रीणि मध्यम अनन्तरं मिप् वस् मस् थ्री टुगेदर् तेषां कृते उत्तम परन्तु अनन्तरं स आतां झ किम् अस्ति आत्मनेपदे आतां झ न तत्तु सत्यम् इदानीं कः विषयः प्रथमं मध्यम उत्तम आतां झ इत्यस्य कृते का संज्ञा एतेषां त्रयाणां कृते का संज्ञा प्रथम बिकास् वी हेव् फिनिश्ड् न प्रथम मध्यम उत्तम पुनः प्रथम मध्यम उत्तम सो त आतां झ बिकास् दीस् आर् आल्सो तिङ्ग् न ति आरभ्य न पर्यन्तं तो तिङ्गः त्रीणि प्रथम मध्यम उत्तम प्रथम मध्यम उत्तम सो तिङ्ग् तु एते अपि तिङ्ग् सन्ति सो त आतां झ इत्यस्य एतेषां त्रयाणां कृते प्रथम था साथां द्वम् एतेषां कृते मध्यम इट् वहि महिङ् एतेषां त्रयाणां कृते उत्तम इति संज्ञा सो परस्मैपद आत्मनेपदं तत्तु भिन्नसूत्रं परन्तु प्रथममध्यम उत्तम इत्यनेन तिङ्गः त्रीणि प्रथममध्यम उत्तम प्रथममध्यम उत्तम द्विवारम् उक्तम् अस्ति बिकास् वी हेव् टु ग्रूप्स् अत्र कृष्णः महारिना तिङ्गः त्रीणि प्रथममध्यम उत्तम एतदेव न उक्तम् because there are two groups, that's why he is saying trini trini divaram uktam. So pratham when I finished with tiptasji siptasthas, there is another group tesham krite api anena sutrene eva ta atam ja iti prathama purusha prathama iti sangya था साथां द्वम् इत्यस्य कृते मध्यम् इति संज्ञा एट् वहि महिङ्ग् इत्यस्य कृते उत्तम इति संज्ञा अनेन सूत्रे एव भवति. सो तिङ्गः त्रीणि त्रीणि प्रथम मध्यम उत्तमाः इति तत्र बहुवचने प्रथमा बहुवचनात् पदमस्ति. सो आदेशः तेषां कृते एतादृश नामकरणम् अस्ति. अत्र आदेशः नास्ति, नामकरणम् अस्ति. सो तिङ्गु त्रयाणां त्रयाणां समूहः यः भवति प्रत्ययानां तेषां कृते मध्यम उत्त प्रथमं मध्यम उत्तम इति संज्ञा. सो एतत् संज्ञासूत्रम् अस्ति. अनेन सूत्रेण का संज्ञा भवति? प्रथमसंज्ञा, मध्यमसंज्ञा, उत्तमसंज्ञा. बट् लोके वयं किं वदामः? प्रथमपुरुषः, मध्यमपुरुषः, उत्तमपुरुषः. वु यूस् पुरुष आल्सो, बट् महर्षि हेज़् नाट् यूस्ड् पुरुष वर्ड्. मे बि प्राक् तत् प्रचलित् आसीत्, अतः इदानीम् अपि वयं तत्र तादृश वदामः. एतत् सूत्रं क्लियर् अस्ति वा? तिङ्गस्त्रीणि त्रीणि अनन्तरम् अस्ति तानि तानि एकवचन द्विवचन बहुवचनानि. तो यन्सन्धि अत्र भवति. तानि एकवचन द्विवचन बहुवचनानि एकशः एकशः एकशः इति तत्र अव्ययपदम् अस्ति. एकशः इत्युक्ते एकमेकं कृत्वा, वन् अलोन् वन् अलोन् वन् अलोन्. अत्र तु त्रीणि इत्युक्ते थ्री टुगेदर्. एकशः इत्युक्ते वन् बै वन् वन् बै वन् वन् बै वन् इति तत्र एकशः इति अव्ययस्य अर्थः अस्ति. सो तानि इत्युक्ते तानि इत्युक्ते द त्रीणि प्रथममध्ये येषां कृते प्रथममध्यमुत्तमः अस्ति तानि एकशः वन् बै वन् किम् अस्ति संज्ञा. अत्रापि संज्ञासूत्रमेव अस्ति. एकवचन द्विवचन बहुवचन इति संज्ञा वन् बै वन्. सो तिप् तस्जि वन् बै वन् प्रथमस्य कृते एकवचन, तस् इत्यस्य कृते द्विवचन, झि इत्यस्य कृते बहुवचन इति संज्ञा वन् बै वन्, नाट् त्रीणि टुगेदर्. हियर् इट् इस् सेयिङ्ग् तानि. पूर्वे यत् उक्तं त्रीणि त्रीणि यः समूहः अस्ति येषां कृते प्रथममध्यम उत्तमः अस्ति तानि एकशः एकवचन द्विवचन बहुवचन. एतदपि संज्ञासूत्रं. सो तिप् इत्यस्य कृते न केवलं प्रथम इति संज्ञा, तिप् इत्यस्य कृते एकवचनमपि संज्ञा अस्ति. सूत्रद्वयम् अनेन एकवचन द्विवचन बहुवचन इति संज्ञा भवति. एतदपि संज्ञासूत्रं. सिमिलर्लि त इत्यस्य कृते न केवलं प्रथम इति संज्ञा, तस्य कृते एकवचन संज्ञा अपि अस्ति. सो दीस् आर् द टु सूत्रास्. एतयोः सूत्रयोः तत्र प्रथममध्यम उत्तमसंज्ञा प्रथमसूत्रे, द्वितीयसूत्रेण एकवचन द्विवचन बहुवचन इति संज्ञा भवति. सो यदि मम विवक्षा भूधातुः प्रथमपुरुषस्य द्विवचनस्य अस्ति, इदानीं अनेन सूत्रेण सूत्रद्वयेन सूत्र आधारेण तत्र अहं निर्णेतुं शक्नुमः, वयं निर्णेतुं शक्नुमः तत्र भू इति धातुः परस्मैपदी अस्ति, अतः परस्मैपदी प्रथमपुरुषसंज्ञा तु प्रथमपुरुषसंज्ञा तु तिप्तजि इत्यस्य कृते, परन्तु द्विवचनं तु तस् इत्यस्य कृते अस्ति. अतः तत्र भूयोग तस् करणीयं मया. सो इदानीं तत्र स्पष्टता भवति. इदानीं तत्र प्रमाणः अस्ति कथं तस् इति प्रत्ययः द्विवचनात्, तस्य कृते द्विवचन इति संज्ञा अपि च प्रथम इति संज्ञा अस्ति. इदानीम् अत्र सूत्रद्वयेन वयं जानीमः तत्र तस् इत्यस्य कृते प्रथमसंज्ञा अस्ति अपि च द्विवचनसंज्ञा अस्ति, अतः विवक्षानुगुणं प्रत्ययः योजनीयं यथा तत्र मम विवक्षा अस्ति सो भूयोग तस्यैव भवति। प्रथमे धातुः किम्पदी, धातुः परस्मैपदी, परस्मैपदी संज्ञा तु तिप्तश्चि प्रथमनामप्रत्ययानां कृते परस्मैपदी संज्ञा, अपि च तत्र तिप्तजी इत्यस्य कृते प्रथमपुरुषसंज्ञा, तिप् इत्यस्य कृते एकवचनसंज्ञा, तस् इत्यस्य कृते द्विवचनसंज्ञा, जी इत्यस्य कृते बहुवचनसंज्ञा इति सूत्रं वदति। अतः विवक्षानुगुणं मया तत्र प्रत्ययः योजनीयम्, अपि च धातुः अपि द्रष्टव्यं किं कीदृशप्रत्ययः धातु स्वीकरोति, अनुदातनित अस्ति चेत् आत्मनेपदम्, स्वरितयित अस्ति चेत् यदि क्रियायाः फलं कर्तारम् अभिप्रति तदापि आत्मनेपदम्, यदि तत्र तादृशस्थितिः नास्ति तत्र तादृशस्वरितयितधातोः शेषात् कर्तरि परस्मैपदम् इत्यनेन परस्मैपदी प्रत्ययः अपि योजयितुं शक्नुमः। सो शेषात् इत्यनेन न केवलं धातुः परन्तु कण्डिशन् अपि उक्तमस्ति। सो शेषात् इत्यनेन न केवलं पूर्वे यत्किमपि धातु उक्तम् अत्र प्रसङ्गे, अत्र तु धातुविषये उक्तं, दट् इस् वै वि गेट् अ डौट्। अत्र लिखितं यत्किमपि धातूनां प्रसङ्गे पूर्वे उक्तं तं विहाय, परन्तु न केवलं तत् विहाय, परन्तु यदि क्रियायाः फलं कर्तारं न अभिप्रेति तादृशस्वरितयितधातोः साक्षात् अनन्तरं शेषात् कर्तरि इत्यनेन परस्मैपदिप्रत्ययः अपि विहिताः भवन्ति इति तस्य अर्थः भवति। सो अस्माकं मनसि तादृश तत्र स्पष्टता भवेत्, न केवलं धातुप्रसङ्गे शेषात् इत्यस्य अप्लिकेशन् अस्ति, परन्तु यदि कोऽपि कण्डिशन् उक्तम् अस्ति, यदि सः कण्डिशन् अपि न पूरितं तदा अपि शेषात् कर्तरि परस्मैपदं, सो शेषात् इत्यनेन स्वरितयित धातु विहाय नास्ति, न केवलं स्वरितेत नित धातु विहाय, परन्तु यदि क्रियायाः फलं कर्तारं नाभिप्रेति तदापि शेषात् इत्यस्य अप्लिकेशन् अस्ति, तदा वयं परस्मैपदिप्रत्ययः एव योजयितुं शक्नुमः इति तस्य अर्थः। विश्वपदे समाधिकरणे किञ्चित् तत्र उल्लेखः तत्र किञ्चित् अग्रिमकक्षायां कुर्मः। तत्र सतिसप्तमी प्रयोगः अस्ति अस्मिन् सूत्रे, सो तत् पश्यामः सूत्रस्य अर्थः कथं भवति। सो इदानीं तत्र एतत् संज्ञासूत्रं नास्ति, इत्युक्ते मध्यम ये मध्यमसंज्ञकप्रत्ययाः तेषां विधिः दत्तमस्ति अत्र। सो एतत् विधिसूत्रमस्ति, मध्यम इति संज्ञा तत्र येषां प्रत्ययानां कृते मध्यम इति संज्ञा पूर्वे उक्तं ते कुत्र विहिताः भवन्ति इति अत्र अस्मिन् सूत्रे दत्तं। सिमिलर्लि उत्तम इति संज्ञा येषां प्रत्ययानां कृते तेषां विधिः, तेषां प्रयोगः कुत्र भवति इति अत्र 107 सूत्रे। अनन्तरं सिमिलर्लि शेषे प्रथमा, सो पूर्वे यत् उक्तं तेषां विहाय, युष्मत् अस्मत् विहाय शेषे प्रातिपदिकात् अनन्तरं तत्र प्रथम इति येषां प्रत्ययानां कृते प्रथम इति संज्ञा, ते प्रत्ययाः विहिताः भवन्ति। सो संज्ञा इस् वेरि इम्पार्टेण्ट् वेन् वि आर् रीडिङ्ग् पाणिनि ग्रन्थः, संज्ञासूत्राणि आर् वेरि मच् इम्पार्टेण्ट्। इफ् वि डोण्ट् नो द संज्ञा then we cannot do the what does the vidhi sutram tell us, we cannot apply the vidhi sutram. So sangya sutranam gyanah avashyakam asti. Kasto kopi prashna asti va anya chhatra sthalanu asti cheta trasthagam shanti mantram pathami. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्छते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते। ॐ शान्तिः शान्तिः शान्तिः हरिः ॐ श्रीगुरुभ्यो नमः धन्यवादः नमस्कारः धन्यवादः शुभदिनं धन्यवादः महोदय धन्यवादः धन्यवादः महोदय.